पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 74 ईश्वर उवाच एकतारकसि श्रीमानुद्धवो भगवत्प्रियः सनत्कुमारमेकान्ते ह्यपृच्छत्पार्षदप्रभो यत्क्रीडति गोविन्दो नित्यं नित्यसुरास्पदे गोपाङ्गनाभिर्यत्थानं कुत्र वा कीदृश्यं परं तत्तत् क्रीडनवृत्तान्तमन्यद्य यत्तदद्भुतं ज्ञातं चेत्तव तत्कथ्यं स्नेहो मे यदि वर्तते सनत्कुमार उवाच कदाचिद्यमुनाकुले कस्यापि च तरोस्थले सुवृत्ते नोपविष्टेन भगवत्पार्षदेन वै यद्रहोऽनुभवस्तस्य पार्थेनापि महात्मना दृष्टं कृतं च यद्यत्तत् प्रसङ्गात् कथितं मयि तत्तेऽहं कथयाम्येदशृणुष्वावहितः परं किं त्वेदद्यत्र कुत्रापि न प्रकाश्यं कदाचन अर्जुन उवाच शङ्कराद्यैः विरिञ्च्याद्यैरदृष्टमश्रुचं च यत् सर्वमेतत्कृपां बोधे कृपया कथय प्रभो किं त्वया कथितं पूर्वमाभीर्यस्तव वल्लभाः तास्ता कदिविधादेव कदि वा सङ्ख्यया पुनः नामानि कदि वा तासां का वा कुत्र व्यवस्थिताः तासां वा कदि कर्माणि वयोवेशश्च कप्रभोः काभिस्सार्धं क्व वा देव विहरिष्यसि भो रहः नित्ये नित्यसुखे नित्यविभवे च वने वने तत्स्थानं कीदृशं कुत्र शाश्वतं परमं महद कृपा चेत्तादृशी तन्मे सर्वं वक्तुमिहासि यदपृष्ठं मयाप्येवमज्ञातं यद्रहस्तद्ध आर्तार्तिकनमहाभाग सर्वं तत् कथयिष्यसि श्रीभगवान् उवाच तत्स्थानं वल्लभास्तामि विहारस्तादृशो मम अपि प्राणसमानानां सत्यं पुंसामगोचरः कथिते दृष्टुमुत्कण्ठा तव वत्स भविष्यति ब्रह्मादीनाम् अदृश्यं यत्किं तदन्यजनस्य वै तस्माद्विरमवत्सैत किं नु तेन विना तव एवं भगवतस्तस्य श्रुत्वा वाक्यं सुदारुणम् दीनः पादाम्बुजद्वन्द्वे दण्डवत्पदिदोऽर्जुनः ततो विहस्य भगवान् दोर्भ्यामुत्थाप्यतं विभुः उवाच परमप्रेम्णा भक्ताय भक्तवत्सलः तत् किं तत्कथनेनात्र द्रष्टव्यं चेत्त्वया हि यद् यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति लयमेष्यति तां देवीं श्रीमत्त्रिपुरसुन्दरीम् आराध्य परया भक्त्या तस्यै स्वं च निवेदय तां विनैतत्पदं दातुं न शक्नोमि कदाचन श्रुत्वैतत् भगवद्वाक्यं पार्थो हर्षाकुलेक्षणः श्रीमत्यास्त्रिपुरा देव्या ययौ श्रीपादुकातलं तत्र गत्वा ददर्शैनां श्रीचिन्तामणिवेदिकां नानारत्नैर्विरचितैः सोपानैरतिशोभितं तत्र कल्पतरुं नानापुष्पैफलभवैर्नदं सर्वर्तु कोमलदलैष्णवन्माध्वीकशीकरैः वर्षद्भिर्वायुना लोलैः पल्लवैरुज्ज्वलीकृतं सुखैश्च कोकिलगणैः सारिकाभिकपोतकैः लीलाचकोरकैरम्यैः पक्षिभिश्च निनादितं यत्र गुञ्जद्भृङ्गराज कोलाहलसमाकुलम् मणिभिर्वास्वरैरुद्यदानवानलमनोहरं श्रीरत्नमन्दिरं दिव्यं तले तस्य महाद्भुतं रत्नसिंहासनं तत्र महाहैमाभिमोहनं तत्र बालार्कसङ्काशां नानालङ्कारभूषितां नवयौवनसम्पन्नं श्रीनिपाशधनुश्शरैः राजचतुर्भुजलतां सुप्रसन्नां मनोहरं ब्रह्मविष्णुमहेशादिकिरीटमणिरश्मिभिः विराजितपदाम्भोजा मणिमादिभिरावृताम् प्रसन्नवदनां देवीं वरदां भक्तवत्सलाम् अर्जुनोऽहमिति ज्ञातप्रणम्य च पुनः पुनः विहिताञ्जलिरेकान्ते स्थितो भक्तिभरान्विदः सा तस्योपासितं ज्ञात्वा प्रसादं च कृपानिधिः उवाच कृपया देवी तस्य स्मरणविह्वला भगवत्युवाच किं वा दानं त्वया वश कृतं पात्राय दुर्लभम् इष्टं यज्ञेन केनात्र तपो वा किमनुष्ठितम् भगवत्यमला भक्तिः का वा प्राक् समुपार्जिता किं वास्मिन् दुर्लभं लोके किं वा कर्मशुभं महद प्रसादस्त्वयि येनायं प्रपन्ने जमुदा किल गुढादिगूढश्चानन्य लभ्यो भगवता कृतः न इदादृङ्मर्त्यलोकानां न च भूतलवासिनां स्वर्गिणां देवतादीनां तपसीश्वरयोगिनां भक्तानां नैव सर्वेषां नैव नैव च नैव च प्रसादस्तु कृतो वस तव विश्वात्मना यथा तदेहि भज बुद्ध्यैव कुलकुण्ठं सरो मम सर्वकामप्रदा देवी त्वनया सह गम्यतां तत्रैव विधिवत्स्नात्वा द्रुतमागम्यतामिह तदैव तत्र गत्वा सस्नात्वा पार्थस्तथा गतः आगतं तं कृतस्नानं न्यासमुद्रार्पणादिकं कारयित्वा ततो देव्या तस्य वै दक्षिणश्रुतौ सद्यसिद्धिकरी बाल विद्यान्निगदिता परा हकारार्थपरा द्वीपा द्वितीया विश्वभूषिता अनुष्ठानं च पूजां च जपं च लक्षसंख्यकं होरकैकरवीराणां प्रयोगं च यथातथं निर्वर्त्य समुवाचेदं कृपया परमेश्वरी अनेनैव विधानेन क्रियतां मधुवासनं तदो मयि प्रसन्नायां तवानुग्रहकारणाद् ततस्तु तत्र पर्यन्तेष्वधिकारो भविष्यति इत्ययं नियमपूर्वं स्वयं भगवदा कृतः श्रुत्वैवमर्जुनस्तेन वर्मणा तां समर्चयद तदपूजां जपं चैव कृत्वा देवी प्रसादिता कृत्वा ततः शुभं होमं स्नानं च विधिना ततः कृतकृत्यमिवात्मानं प्राप्तप्राय मनोरथं करस्तां सर्वसिद्धिं च स पार्थः सममन्यत अस्मिन्नवसरे देवी समागत्य स्मितानन उवाच गच्छ वत्सत्वमधुना तद्गृहान्तरे तद ससम्भ्रमपार्थः समुद्धाय मुदान्विदः असङ्ख्यहर्षपूर्णात्मा दण्डवत्तां ननामः आज्ञप्तस्तु तया सार्धं देवी वयस्ययार्जुनः गदो राधापदिस्थानं यत्सिद्धैरप्यगोचरं तदश्च स उपदिष्टो गोलोकासुपरिस्थितं स्थिरं वायुधृतं नित्यं सत्यं सर्वसुखास्पदं नित्यं वृन्दावनं नाम नित्यरासमहोत्सवम् अपश्यत् परमं गुह्यं पूर्णप्रेमरसात्मकं तस्या हि वचनादेव लोचनैर्वीक्ष्य तद्रहः विवश्यपतितस्तत्र विवृद्धप्रेमविह्वलः सदकृच्छ्राल्लब्धसंज्ञो दोभ्यामुद्धापिदस्तया सान्त्वना वचनैस्तस्याः कथं चेस्थैर्यमागतः ततस्तप किमन्यन्मे कर्तव्यं विद्यते वद यदि तद्दर्शनोत्कण्ठाभरेण तरलो भवद ततस्तया करे तस्य धृत्वा तत्पददक्षिणे प्रतिपेदे सुदेशेन गत्वा चोक्तमिदं वचः स्नानायैतच्छुभं पार्थ विशत्वं जलविस्तरम् सहस्रदलपद्मस्थसंस्थानं मध्यघोरकं चतुःसरश्चतुर्धारमाश्चर्यकुलसङ्कुलम् अस्यान्तरे प्रविश्याध विशेषमिह पश्यसि यदस्य दक्षिणे देश यश चात्र सरोवरः मधुमाध्वीकपानं यन्नाम्ना मलयनुच्छरः एतच्च फुल्लमुद्यानं वसन्ते मदनोत्सवं कुरुदे यत्र गोविन्दो वसन्तकुसुमोचितं यत्रावतारं कृष्णस्य स्तुवन्त्येव दिवानिशं भवेद्य स्मरणादेव मुने स्वान्दे स्मराङ्गुरः ततोऽस्मिन् सरसि स्नात्वा गत्वा पूर्वसरस्तटम् उपस्पृश्य जलं तस्य साधयस्व मनोरथं ततस्तद्वचनं श्रुत्वा तस्मिन् सरसि तज्जले कल्कारकुमुदाम्भोजरक्तनीलोत्पलच्युतैः परागैरञ्जिदे मञ्जुवासिदे मधुबिन्दुभिः तुन्दिले कलहंसादि नादैरान्दोलिते ततः रत्नाबद्धचतुस्थिरे मन्दानिलतरङ्गिदे मग्नजलान्तपार्थे तु तत्रैवान्तर्दधेथ सा उद्धाय परितो वीक्ष्य सम्भ्राता चारुहासिनी सद्यशुद्धस्वर्णरश्मिगौरकान्ततनूलतां स्फुरत्किशोरवर्षीया शारदेन्दुनिभाननां सुनीलकुटिलस्निग्धविलसद्रत्नकुन्तलां सिन्धूरबिन्दुकिरणप्रोज्ज्वलालकपट्टिकाम् उन्मीलद्भ्रूलताभङ्गीजितस्मरशरासनं घनश्यामलसल्लोलखेलल्लोचनखञ्चनं मणिं कुण्डलतेजोंशु विस्फुरद्गण्डमण्डलां मृणालकोमलभ्राजदाश्चर्यभुजवल्लरीं शरदम्बुरुहां सर्वश्रीचौरपाणिपल्लवां विदग्धरजितस्वर्ण कडिसूत्रकृदान्तराम् कूचत्काञ्जीकलापान्तविभ्राजघनस्थलां भ्राजद्दुकूलसंविदनिदम्भोरु सुमन्दिरां सिञ्चानमणिमञ्जीर सुचारु पदपङ्कजां स्फुरद्विविधकन्दर्पकलाकौशलशालिनीं सर्वलक्षणसम्पन्नां सर्वाभरणभूषिताम् आश्चर्यललनाश्रेष्ठामात्मानं सव्यलोकयद विसस्मारज यत्किञ्चित् पौर्वदेहिकमेवव मायया गोपिका प्राणनाथस्य तदनन्तरम् इति कर्तव्यतामूढा तस्थौ तत्र सुविस्मिता अत्रान्तरेऽम्बरे धीरध्वनिरागस्मिको भवद अनेनैव कथा सुभृगच्छ पूर्वसरोवरम् उपस्पृश्य जलं तस्य साधयस्व मनोरथं तत्र सन्धिः सख्यस्थे मासीदवरवर्णिनि ताहि सम्पादयिष्यन्ति तत्रैव वरमीप्सितम् इति दैवीं गिरं श्रुत्वा गत्वा पूर्वसरोधसा नानापूर्वप्रवाहं च नानापक्षिसमाकुलं स्फुरत्कैरवकह्लारकमलेन्दीवरादिभिः भ्राजितं पद्मरागैश्च पद्मसोपानसत्तटं विविधै कुसुमोद्दामैर्मञ्जुकुञ्चलताद्रुमैः विराजितचतुस्थिरमुपसृश्य स्थिदाक्षणं तत्रान्तरे कोणत्काञ्जी मञ्जुमञ्जीररञ्जितं किङ्गिणीनां क्षणत्कारं शुश्रावोत्कर्णसम्पुटे ततश्च प्रमदावृन्दमाश्चर्ययुधयौवनम् आश्चर्यालङ्कृतिन्यासमाश्चर्याकृतिभाषितम् अद्भुताङ्गमपूर्वं स हृदगाश्चर्यविभ्रमं चित्रसम्भाषणं चित्रहसितालोकनादिकं मधुराद्भुतलावण्यं सर्वमाधुर्यसेवितं चिल्लावण्यगतानन्दमाश्चर्याकुलसुन्दरम् आश्चर्यस्निग्धसौन्दर्यमाश्चर्यानुगृहाधिकं सर्वाश्चर्यसमुदयमाश्चर्यालोकनाधिकं दृष्ट्वा तत्परमाश्चर्यं चिन्तयन्ती हृदा कियद पादाङ्गुष्ठेनालिखन्ती भुवं नम्राननास्तिदा ततस्तासां सम्भ्रमोऽभूद्दृष्टीनां च परस्परं केयं मदीयजातीया चिरेणा नस्तकौतुका इति सर्वासमालोक्य ज्ञातव्येयमिति क्षणम् आमन्त्र्य मन्त्रणाभिज्ञाः कौतुका द्रष्टुमागताः आगत्य तासामेकाध नाम्ना प्रियमुदा मदा गिरा मधुरया प्रीत्या तामुवाच मनस्विनी प्रियमुदोवाच कासि त्वं कस्य कन्यासि कस्य त्वं प्राणवल्लभ जादा कुत्रासि केनास्मिन्नानीदा वा गदा स्वयं ये दच्च सर्वमस्माकं कथ्यतां चिन्तया किमु स्थानेऽस्मिन् परमानन्दे कस्यापि दुःखमस्ति किम् इति पृष्टात् तया साधु विनया वनदिं गता उवाच सुस्वरं तासां मोहयन्ती मनासि च अर्जुन उवाच का वास्मि कस्य कन्या वा प्रजाता कस्य वल्लभा आनीता केन वाचात्र किं वाथ स्वयमागदा यदत्किञ्चिन्न जानामि देवी जानातु तत्पुनः कथितं श्रूयतां तन्मे मद्वाक्ये प्रत्ययो यदि अस्यैव दक्षिणे पार्श्वे एकमस्ति सरोवरं तत्राहं स्नातुमायादा जादा तत्रैव संस्थिता विषमोत्कण्ठिता पश्चात् पश्यन्ती परितो दिशम् एकमाकाशसम्भूतं ध्वनिमश्रौषमद्भुतम् अनेनैव पधा सुभ्रु गच्छ पूर्वसरोवरम् उपस्पृश्य जलं तस्य साधयस्व मनोरथं तत्र सन्धिः सख्यस्ते मासीद वरवार्णिनि ता हि सम्पादयिष्यन्ति तत्र ते वरमीप्सितम् इत्याकर्ण्यवचस्तस्य तस्मादत्र समागता विषादहर्ष पूर्णात्मा चिन्ताकुलसमाकुला आगतास्य जलं स्पृष्ट्वा नानाविधशुभध्वनिम् अश्रौश्रं च ततः पश्चादपश्यं भवदी पराः एतन्मात्रं विजानामि कायेन मनसा गिरा एतदेव मया देव्यः कथितं यदि रोचते का यूयं तनुजा केषां क्व जाधा कस्य वल्लभाः तच्छ्रुत्वा वचनं तस्या सा वै प्रियमुदाब्रवीद अस्त्वेवं प्राणसख्यस्म तस्यैव च वयं शुभे वृन्दावनकलानाथविहारधारिका सुखं ता आत्ममुदितास्तेन व्रजबाला इहागदाः यदा श्रुतिगणाख्याता येदाश्च मुनयस्तथा वयं वल्लवबाला हि कथितास्ते स्वरूपदः अत्र राधा पदे रङ्गात् पूर्वा या प्रयसीतमः नित्या नित्यविहारिण्यो नित्यकेलिभुवश्चराः एषा पूर्णरसा देवी एषा च रसमन्थरा एषा रसालया नाम एषा च रसवल्लरी रसपीयूषधारेय मेषा रसतरङ्गिणी रसकल्लोलिनी चैषा इयं च रसवापिका अनङ्गसेना एषैव इयं चानङ्गमालिनी मदयन्ति इयं बाला एषा च रसविह्वला इयं च ललिता नाम इयं ललितयौवना अनङ्गकुसुमा चैषा इयं मदनमञ्जरी एषा कलावती नाम इयं रतिकला स्मृता इयं कामकला नाम इयं हि कामदायिनी रतिलोला इयं बाला रथोत्सुका एषा चरति सर्वस्वरतिचिन्तामणिस्त्वस्सौ नित्यानन्दा काचिदेदा नित्यप्रेमरसप्रदाः अध परं श्रुतिगणास्तासां काश्चिदिमा शृणु उद्गीतैषा सुगीतेयं कलगीता त्वियं प्रिया एषा कलसुराख्यादा बालेयं कलकण्ठिका विपञ्चीयं क्रमपदा एषा बहु कुदामदा एषा बहुप्रयोगेयं ख्यादा बहुकला बला इयं कलावती ख्यादा मदा चैषा क्रियावती अतः परं मुनिगणास्तासां कतिपया इह इयमुग्रतपा नाम एषा बहुगुणा स्मृता एषा प्रियव्रता नाम सुव्रता च इयं मदा सुरेखेयं मदा बाला सुपर्वेयं बहुप्रदा रत्नरेखा त्वियं ख्यादा मणिग्रीवा त्वसौ मदा सुपर्णा चेयमाकल्पा सुकल्पा रत्नमालिका इयं सौदामिनी सुभ्रूरियं च कामदायिनी एषा च भोगदा ख्यादा इयं विश्वमदा सखी एषा च धारिणी धात्री सुमेधा कान्तिरभ्यसौ अपर्णेयं सुपर्णैषा मदैषा च सुलक्षणा सुदतीयं गुणवती चैषासौ कलिनी मदा एषा सुलोचना ख्यादा इयं च सुमना स्मृदा अश्रुता च सुशीला च हृदि सुखप्रदायिनी अधः परं गोपबाला वयमत्रा गदास्तुयाः तासां च परिचीयन्तां काश्चिदम्बुरुहानने असौ चन्द्रावली चैषा चन्द्रिकेयं शुभामदा एषा चन्द्रावली चन्द्ररेखेयं चन्द्रिकाप्यसौ एषा ख्यादा चन्द्रमाला मदा चन्द्रालिकात्वियं एषा चन्द्रप्रभा चन्द्रकलेयमबला स्मृता एषा वर्णावली वर्णमालेयं मणिमालिका वर्णप्रभा समाख्यादा सुप्रभेयं मणिप्रभा इयं हारावलीतारा मालिनीयं शुभामदा मालदीयमियं यूधी वासन्ती नवमल्लिका मल्लीयं नवमल्लीयमसौ शेफालिकामदा सौगन्धिकेयं कस्तूरी पद्मिनीयं कुमध्वदी एषैव हि रसोल्लास चित्रवृन्दासमात्वियं रम्भेयमुर्वशी चैषा सुरेखा स्वर्णरेखिका एषा काञ्चनमालेयं सत्यसन्ततिका परा एता परिकृता सर्वाः परिचेयाः परा अपि सहितास्माभिरेताभिर्विहरिष्यसि भामिनि ये हि पूर्वसरस्तीरे तत्र त्वां विधिवत्सखि स्नापयित्वा दास्यामि मन्त्रं सिद्धिप्रदायकम् इति तां सहसा नीत्वा स्नापयित्वा विधानदः वृन्दावनकलानाथप्रेयस्या मन्त्रमुत्तमं ग्राहयामास सङ्क्षेपादीक्षा विधिपुरःसरं परं वरुणबीजस्य वह्निबीजपुरस्कृतं चतुर्धस्वरसंयुक्तं नादबिन्दुविभूषितं पुटितं प्रणवाभ्यां च त्रैलोक्ये चादिदुर्लभम् मन्त्रग्रहणमात्रेण सिद्धिः सर्वा प्रजायते पुरश्चर्या विधिर्ध्यानं होमसंख्या जपस्य च तप्त काञ्चन गौराङ्गीं नानालङ्कारभूषिताम् आश्चर्यरूपलावण्यां सुप्रसन्नां वरप्रदां कल्हारैः करवीराद्यैः चम्पकैः सरक्षीरुहैः सुगन्धकुसुमैरन्यैः सौगन्धिकसमन्वितैः पाद्यार्क्या चमनीयैश्च धूपदीपैर्मनोहरैः नैवेद्यैर्विविधैर्दिव्यैः सखी वृन्दा हृदैर्मुदा सम्पूज्य विधिवद्देवीं जप्त्वा लक्षमनुं तदः हुत्वा च विधिना स्तुत्वा प्रणम्य दण्डवद्भुवि ततः सा संस्तुता देवी निमेषरहितान्तरा परिकल्प्य निजां छायां मायायात्मसमीहया पार्श्वेध प्रेयसीं तत्र स्थापयित्वा बलादिव सखीभिरावृता हृष्टा शुद्धैः पूजा जपादिभिः स्तवैर्भक्त्या प्रणामैश्च कृपया विरभूत्तदा हेम चम्पकवर्णाभा विचित्राभरणोज्ज्वला अङ्गप्रत्यङ्गलावण्यलालित्य मधुराकृतिः निष्कलङ्कशरत्पूर्णकलानाथ शुभानना स्निग्धमुग्धस्मितालोक जगत्त्रयमनोहर निजया प्रभयात्यन्तं द्योदयन्ती दिशो दश अब्रवीदध सा देवी वरदा भक्तवत्सला देवी उवाच मत्सखीनां वच सत्यं तेन त्वं मे प्रिया सखी समुत्तिष्ठसमागच्छ कामं ते साधयाम्यहम् अर्जुनी सा वचो देव्या श्रुत्वा चात्ममनीषिदं पुलकाङ्कुरमुग्धाङ्गी बाष्पाकुलविलोचना पपादचरणे देव्या पुनश्च प्रेमविह्वला तद प्रियं वदां देवीं समुवाच सखीमिमं पाणौ गृहीत्वा मत्सङ्गे समाश्वास्य समानय तद प्रियं वदा देव्या आज्ञाय जातसम्भ्रमा तां तथैव समादाय सङ्गे देव्या जगामः गतोत्तरस्तरस्थिरे स्नापयित्वा विधानदः सङ्कल्पाधिकपूर्वं तु पूजयित्वा यथाविधि श्रीगोकुलकलानाथमन्त्रं तच्च सुसिद्धिदं ग्राहयामासतां देवी कृपया हरिवल्लभा व्रतं गोकुलनाथाख्यं पूर्वं मोहनभूषितं सर्वसिद्धिप्रदं मन्त्रं सर्वतन्त्रेषु गोपितं गोविन्देरिदविज्ञासौ ददौ भक्तिमचञ्चलां ध्यानं च कथितं तस्यै मन्त्रराजं च मोहनम् उक्तं च मोहने तन्त्रे स्मृतिरप्यस्य सिद्धिदा नीलोत्पलदलश्यामं नानालङ्कारभूषितं कोटिकन्दर्पलावण्यं ध्यायेद्रासरसाकुलं प्रियं वदामुवाचेदं रहस्यं पावनेच्छया श्रीराधिकोवाच अस्या यावद् भवेत् पूर्णं पुरःशरणमुत्तमं तावद्धि पालयैनं त्वं सावधानासालिभिः इत्युक्त्वा स यय कृष्णपादाम्बुरुहसन्निधं छायामात्मभवामात्मप्रेयसीनां निधाय च तस्थौ तत्र यथा पूर्वं राधिका कृष्णवल्लभा अत्र प्रियं वदादेशात् पद्ममष्टदलं शुभं गोरोचनाभिर्निर्माय कुङ्कुमेनापि चन्दनैः येभिर्नानाविधैर्द्रव्यैः सम्मिश्रैः सिद्धिदायकं लिखित्वा यन्द्रराजं च शुद्धं मन्त्रं तमद्भुतं कृत्वा न्यासादिकं पाद्यमर्क्यं चापि यथाविधि नानर्तु सम्भवैः पुष्पैः कुङ्कुमैरपि चन्दनैः धूपदीपैश्च नैवेद्यैस्ताम्बूलैर्मुखवासनैः वासोलङ्कारमाल्यैश्च सम्पूज्य नन्दनन्दनं परिवारैः समं सर्वैः सायुधं च सवाहनं स्तुत्वा प्रणम्य विधिवचेतसा स्मरणं ययौ ततो भक्तिवशो देवो यशो दानं धनप्रभुः स्मितावलोकितापाङ्गतरङ्गितरेऽङ्गितम् उवाजराधिकं देवी तामानय इहाचुजाम् आज्ञाप्ता चैव सा देवी प्रस्ताप्य शारदां सखीं तामानिनाय सहसा पुरो वासुरसात्मनः श्रीकृष्णस्य पुरस्तात् सा समेत्य प्रेमविह्वला पपादकाञ्जनीभूमौ पश्यन्ती सर्वमद्भुतं कृत्रात् कथं चिदुद्धाय शनैरुन्मील्यलोचने स्वेदाम्भकुलकोत्पम्बभावभाराकुलासदि ददर्श प्रथमं तत्र स्थलं चित्रं मनोरमं तद कल्पतरुस्तत्र लसन्मरकदच्छदः प्रवालपल्लवैर्युक्तः कोमलो हेमदण्डकः स्फटिकप्रवालमूलश्च आमध कामसम्पदाम् प्रार्थकाभीष्टफलदस्तस्याधो रत्नमन्दिरं रत्नसिंहासनं तत्र तत्राष्टदलपद्मकं शङ्खपद्मनिधि तत्र सव्यापसव्यसंस्थितौ चतुर्दिक्षु यथास्थानं सहिता कामधेनवः परितो नन्दनोद्यानं मलयानिलसेवितं ऋतूनां चैव सर्वेषां कुसुमानां मनोहरैः आमोदैर्वासितं सर्वं कालागुरुपराजितं मकरन्दकणावृष्टिशीतलं सुमनोहरं मकरन्दरसास्वादमत्तानां भृङ्गयोषितां वृन्दशोच्छङ्कृधैशश्वचैवं मुखरितान्तरं कलकण्डीकपोतानां सारिकाशुकयोषिताम् अन्यासां पत्रिकां तानां कलनाद्यैर्निनादिदं नृत्यैर्मतमयूराणामाकुलं स्मरवर्धनं रसाम्भुसेकसंसृष्टतमाञ्जनतनुद्युतिं सुस्निग्धनीलकुटिलकषायावासिकुन्तलं मदमत्तमयूराद्य शिखण्डाबद्धचूटकं भृङ्गसेविदसव्योपक्रमपुष्पावतंसकं लोलालकालिविलसत्कपोलादर्शकाशिदं विचित्रतिलकोद्दामफालशोभाविराजितं तिलपुष्पपदङ्गेश चञ्चु मञ्जुलनासिकं चारुबिम्बधरं मन्दस्मितदीपितमन्मथं वन्यप्रसूनसङ्काशग्रैवेयकमनोहरं मदोन्मत्तभ्रमद्भृङ्गी सहस्रकृतसेवया सुरद्रुमस्रजाराजन्मुग्धपीनां सकद्वयं मुक्ताहारस्फुरद्वक्षः स्थलकौस्तुभभूषितं श्रीवत्सलक्षणं जानु लम्बिबाहुमनोहरं गम्भीरनाभि पञ्चास्य मध्यमध्यादिसुन्दरं सुजादद्रुमसद्वृत्तमधूरजानुमञ्जुलं कङ्कणाङ्गदमञ्जीरैर्भूषितं भूषणैः परैः पीदांशुकलयाविष्टनिदम्बखडनायकं लावण्यैरपि सौन्दर्यजितकोटिमनोभवं वेणुप्रवर्तितैर्गीतरागैरपि मनोहरैः मोहयन्तं सुखाबोधौ मजयन्तं जगत्त्रयं प्रत्यङ्गमदनावेशधरं रासरसातलम् चामरं व्यजनं माल्यं गन्धं चन्दनमेव च ताम्बूलं दर्पणं पानपात्रं चर्विदपात्रकम् अन्यत् क्रीडाभवं यद्यत्ता सर्वं च पृथक् पृथक् रसालं विविधं यन्त्रं कलह्यन्तीभिरादराद यथास्थाननियुक्ताभिपश्यन्तीभिस्तदिङ्गितं तन्मुखां भोजदत्ताक्षि चञ्चलाभिरनुक्रमाद श्रीमत्याराधिका देव्या वामभागे ससम्भ्रमम् आराधयन्त्या ताम्बूलमर्पयन्त्या शुचिस्मितं स समालोक्यार्जुनीयासौ मदनावेशविह्वला तदस्तां च तथा ज्ञात्वा हृषिकेशोऽपि सर्वविद कश्यापाणिं गृहीत्वैव सर्वक्रीडावनान्तरे यथा कामं रहोरेमे महायोगेश्वरो विभुः ततस्तस्यास्कन्ददेशे प्रदत्तभुजपल्लवः आगत्य शारदां प्राह पश्चिमेऽस्मिन् सरोवरे शीघ्रं स्नापयतन्वङ्गी क्रीडाश्रान्तां मृदुस्मितां ततस्तां शारदादेवी तस्मिन् क्रीडासरोवरे स्नानं कुर्वित्युवाचैनं सा च श्रान्ता तदाकरोत् जलाभ्यन्तरं मास्तासौ पुनरर्जुनतां गतः उत्तस्थौ यत्र देवेश श्रीमद्वैकुण्ठनायकः दृष्ट्वा तमर्जुनं कृष्णो विषण्णं भग्नमानसं मायया पाणिना स्पृष्ट्वा प्रकृतं विदधे पुनः श्रीकृष्ण उवाच धनञ्जय त्वामाशंसे भवान् प्रियसखो मम त्वत्समो नास्ति मे कोऽपि रहो वेत्ता जगत्त्रये यद्रहस्यं त्वया पृष्टमनुभूतं च तत्पुनः कथ्यते यदि तत्कस्मै शपसे मां तदार्जुन सनत्कुमार उवाच इति प्रसादमासाद्य शपथैर्जातनिर्णयः ययौ हृष्टमनस्तस्मात् स्वधामाद्भुतसंस्मृतिः इति ते कथितं सर्वं रघो यद्गोचरं मम गोविन्दस्य तथा चास्मै कथने शपथस्तथा ईश्वर उवाच इति श्रुत्वा वचस्तस्य सिद्धिमौपगविर्गतः नरनारायणवासं वृन्दारण्यमुपाव्रजद तत्रास्तेऽद्यापि कृष्णस्य नित्यलीलाविहारविद नारदेनापि पृष्ठोऽहं नाब्रवं तद्रहस्यकं प्राप्तं तथापि तेनेदं प्रकृतित्वमुपेत्य च तुभ्यं यत्तु मया प्रोक्तं रहस्यं स्नेहकारणाद तन्न कस्मैचिदाख्येयं त्वया भद्रे स्वयोनिवद इमं श्रीभगवद्भक्तमहिमाध्यायमद्भुतं यः पडे शृणुयाद्वापि सरदिं विन्ददे हरौ इति श्रीपद्मपुराणे पादालखण्डे अर्जुन्यनुनयो नाम चतुःसप्ततितमोऽध्यायः ओम्।